गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र विभागः विभागः अतिरिक्तगुणः अपि संयोगनाशकः इति वयं साधयितुम् इच्छामः तत्र केन मार्गेण इत्युक्ते तत्र अनुमानेन अतः वयं तत्र अनुमानस्य दीर्घपरिशीलनं कृतवन्तः तत्र अनुमाने तत्र पक्षः हेतुः साध्यम् अपि तत्र दृष्टान्तः इति भवति अपि हेतुः अपि साध्ययोः मध्ये तत्र व्याप्तिः भवेत् इति अस्ति तत्र व्याप्तिः तत्र अन्वयव्याप्तिः भवेत् अथवा व्यतिरेकव्याप्तिः भवेत् द्वयमपि कार्यं करोति किन्तु कुत्रचित् तत्र अन्वयव्याप्तिदृष्टान्तः अन्वयदृष्टान्तः न लभ्यते इति कृत्वा तत्र व्यतिरेकव्याप्तिः अनुसृत्य एव तत्र अनुमानज्ञानं सम्पादयामः तत्र व्यतिरेकदृष्टान्तः एव लभ्यते कुत्र इत्युक्ते यत्र पक्षभिन्नस्थले तत्र हेतुः न वर्तते नाम हेतुः केवलं पक्षे एव वर्तते पक्षभिन्नस्थले हेतुः न वर्तते इति अस्ति चेत् तत्र वयं तत्र व्याप्तिं नाम यत्र यत्र हेतुः तत्र तत्र साध्यमिति तद् ज्ञानं न सम्पादयितुं शक्नुमः यतोहि तत्र पक्षे हेतुः अस्ति इति जानीमः किन्तु यत्र हेतुः अस्ति तत्र साध्यमपि भवति इति तत्र अन्यत्र अन्यं स्थलं दृष्ट्वा एव अन्यत् स्थलं दृष्ट्वा एव तद् ज्ञानं प्राप्नुमः नाम तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति इदानीं पर्वते धूमः अस्ति किन्तु यत्र यत्र धूमः तत्र तत्र वह्निः इति तत् ज्ञानम् अन्यत्र नाम महानसम् इत्यादि इत्यादिकं दृष्ट्वा वयं जानीमः तत्र यत्र यत्र धूमः तत्र तत्र वह्निः हा अतः तत्र पक्षभिन्नस्थले हेतुः वर्तते चेत् अन्वयव्याप्तिम् अनुसृत्य कार्यं कर्तुं शक्नुमः किन्तु यत्र पक्षभिन्नस्थलं नास्ति यत् हेतुः पक्षभिन्नस्थले न वर्तते तत्र अन्वयदृष्टान्तः न लभ्यते तर्हि तत्र व्यतिरेकव्याप्तिं व्यतिरेकदृष्टान्तम् अनुसृत्य कार्यं कुर्मः इति अस्ति इदानीं तत्र अस्माकं मूलविषयः यदस्ति तत्र नाम तत्र अस्माकं मूलवाक्यम् अत्र अस्ति तत्र कुत्र अस्ति तत्र हा कुत्र कुत्र अस्माकं हा हा एतदस्ति अस्माकं नाम अत्र अस्माकं मूलविषयः तत्र आश्रयनाश अजन्यगुणनाशः समानादिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अस्ति तत्र वयं किं किं जानीमः नाम तत्र आश्रयनाश अजन्यगुणनाशः इति पक्षः किं साधयितुम् इच्छामः नाम आश्रयनाशाजन्यगुणनाशः इति नाम यत्र गुणनाशः अभवत् हा तत्र अस्तु अस्तु एकमेकम् एकस्य भागस्य किञ्चित् विवरणं ददातु तर्हि तत्र हा अनीता भगिनी आरम्भं करोति वा तत्र तर्हि आश्रयनाशाजन्यगुणनाशः इति पक्षः तर्हि अर्थः कः अत्र आश्रयनाश अजन्यगुणनाशः इत्युक्ते तत्र गुणनाशः भवति गुणस्य नाशः अस्ति परन्तु आश्रयस्य नाशः तत्र न वर्तते यथा वयं दृष्टवन्तः घटपटयोः संयोगः तत्र गुणनाशः भवति संयोगस्य नाशः भवति संयोगनाशः भवति परन्तु घटस्य वा पटस्य नाशः न भवति आश्रयस्य नाशः न भवति इत्युक्ते तत्र गुणनाशः सम्भवति भवति परन्तु गुणनाशः आश्रयनाश जन्यत्वात् न भवति, अतः गुणनाश आश्रयनाश अजन्य अस्ति इति. अजन्यः अस्ति नाम वयं जानीमः घटस्य नाशः भवति चेत् घटरूपस्य नाशः अपि भवति, अतः घटनाशः कारणमस्ति, घटरूपस्य नाशस्य कारणम्. किन्तु तादृशम् अत्र नास्ति, नाम गुणनाशस्य कारणम् आश्रयनाशः नास्ति. जन्यं नाम कार्यम् अपि आश्रयनाश इति कारणं नास्ति. समीचीनं भगिनि, हा उत्तमं. हा तर्हि गुणस्य नाशः अभवत् किन्तु आश्रयनाशेन न अभवत्. उत्तमम्, अस्तु समीचीनं. सः एव पक्षः, एतादृशगुणनाशः एव पक्षः. नाम अत्र पक्षः इति तत्र यत् प्रत्यक्षम् इति नास्ति, पक्षः इति केवलं तत्र विषयः, नाम तत्र पर्वतं पर्वतः इव तत्र चक्षुषा न दृश्यते, मनसा एव तत्र दृश्यते. नाम पक्षः इति अत्र केवलं विषयः अस्ति. अस्तु समीचीनं भगिनी, अस्तु अग्रे. तर्हि तत्र उषा भगिनी, तर्हि किं साधयितुम् इच्छामः अत्र? अहं समानादिकरणगुणजन्यत्वम् इति साध्यः, तत् साध्यमेव वयं साधयितुम् इच्छामः. तत्र वर्तते नाम वर्तते साध्यं वर्तते इति समानादिकरण गुणजन्यत्वम् इति यत्र आश्रयनाशजन्यगुणनाशत्वं वर्तते, यत्र यत्र हेतुः वर्तते तत्र एव साध्यः अपि भवेत् इति समानादिकरण अन्यगुणजन्यत्वम् इति इत्येव साधयितुम् नाम एषः गुणनाशः आश्रयनाशेन न अभवत्, किन्तु तस्य कारणं किम् अस्ति? अन्यः गुणः एव एतस्य गुणनाशस्य कारणम् अपि. समीचीनं, तर्हि एतस्य गुणस्य नाशः अन्येन गुणेन अभवत्, अपि सः नूतनगुणः कुत्र अस्ति? तत्रैव समानादिकरणे एव अस्ति, यतोहि तत्र गुणनाश नाम संयोगनाशः कुत्र अस्ति? यत्र संयोगः आसीत् तत्रैव संयोगनाशः अस्ति. तर्हि संयोगनाशः यत्र अस्ति तत्रैव संयोगनाशस्य कारणमपि भवेत्, यतोहि तत्र कार्यकारणयोः समानादिकरणम्. अतः यत्र नाशः तत्रैव नाशस्य कारणं, नाशस्य कारणम् अन्यः गुणः इत्युक्ते अन्यः गुणः, नूतनगुणः अपि तस्मिन्नेव अधिकरणे, नाम नूतनगुणः समानादिकरणगुणः नाम तस्मिन्नेव अधिकरणे भवेत् इति इति वयं साधयितुम् इच्छामः. नाम एतस्य गुणस्य नाशः अन्येन गुणेन अभवत्, अपि सः नूतनगुणः तस्मिन्नेव अधिकरणे वर्तते. हा समीचीनं भगिनि, हा अस्तु. इदानीम् अग्रलनिधि भगिनि, इदानीं तत्र हेतुः कः अत्र? हेतुः अस्ति आश्रयनाशाजन्यगुणनाशत्वम्. अर्थात् पक्षः यः अस्ति तस्य एव धर्मः किल, धर्मः तर्हि हेतुः अस्ति आश्रयनाश अजन्यगुणनाशत्वं तत्रैव वर्तते पक्षे एव, पक्षे एव वर्तते. तर्हि पक्षस्य धर्मः इति अस्ति. उत्तमं, तर्हि हेतुः पक्षे वर्तते इति जानीमः खलु? आम् आम्. तर्हि पक्षधर्मता ज्ञानं अस्ति इदानीं तत्र अनुमानं पक्षे एव वर्तते, पक्षभिन्नस्थले न वर्तते. हा अतः तत्र व्यतिरेकव्याप्तिः वा अन्वयव्याप्तिः वा? व्यतिरेकव्याप्तिः इति एव तत्र आवश्यकम् इति चिन्तयामः. अस्तु समीचीनं. यतोहि धर्मः अस्ति. हा अपि समीचीनं भगिनि. हा अस्तु तावदेव. हा अस्तु अग्रे चन्द्रमती भगिनी, तर्हि तत्र दृष्टान्तः इदानीं हृदः. हा तर्हि हृदः इति तत्र दृष्टान्तः कीदृशदृष्टान्तः नाम तत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति निरूपयितुं सहायं करोति वा अथवा अन्या रीत्या सहायं करोति वा? अन्यरीत्या सहायं करोति. अस्तु नाम यत्र साध्यम् अथवा हेतुः साध्यं नास्ति. हा यत्र साध्याभावः वर्तते तत्र हेतुः अभावः अपि वर्तते. हेत्वाभावः अपि वर्तते. हा समीचीनं. तर्हि पाकजरूपनाशे पाकजरूपनाशः इति तत्र तत्र कथं तत्र नाशः भवति पाकजरूपनाशः? तत्र पाकः नाम कः? पाकः रूपनाशः इत्युक्ते महालस्य नाम तत्र उष्णः अग्निः खलु अग्निः अग्निसंयोगेन पाकं भवति. हा रूपनाशः भवति तत्र. तर्हि तत्र किं तत्र आश्रयनाश अजन्यगुणनाशत्वम् अत्र नास्ति, समानाधिकरणगुणजन्यत्वमपि नास्ति इति एतत् सर्वं वयं दृष्टवन्तः पूर्वं. किन्तु इदानीं केवलं तत्र एतद् उदाहरणमस्ति नाम व्यतिरेकव्याप्ति उदाहरणम् इति चिन्तनं खलु. यत्र यत्र साध्यं नास्ति यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः अपि नास्ति इति इति इति वयं चिन्तितवन्तः. समीचीनं भगिनि. अस्तु हा इदानीं तत्र अग्रे हा इदानीं तत्र हा अत्र एव वयं स्मः इति चिन्तयामि. हा कुत्र हा तत्र तर्हि हा तत्र वयं गतवर्गे नाम पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तर्हि तत्र किं तत्र अन्वयव्याप्तिः इव एव सर्वं कार्यं करोति. अत्र व्यतिरेकव्याप्तिः नास्ति खलु, सर्वं साधितं खलु इति आसीत्. हा अतः तत्र सर्वे स्मरन्ति खलु नाम तत्र वयं तत्र अनुमानं प्राप्तवन्तः इति आसीत्. यतोहि तत्र एषः दृष्टान्तः तत्र अन्वयदृष्टान्तः इव आसीत्. नाम पाकजरूपनाशवत् पाकजरूपनाशः तत्र हेतुः अपि अस्ति, साध्यमपि अस्ति इति एव आसीत्. तर्हि तत्र अस्माकं चिन्तनम् आसीत् नाम तत्र कीदृशं व्याप्तिः आवश्यकम् इति. हा तर्हि तर्हि इतः परं पठामः तर्हि तत्र किन्तु इति तत्र आरभ्य तत्र अनीता भगिनी पठति वा? किन्तु अस्माकं कश्चन प्रश्नः पूर्वम् उक्तम् आसीत् अस्मिन् अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः वा यथा जानीमः आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः पक्षभिन्नस्थले न भवति नाम आश्रयनाश अजन्यगुणनाशम् अतिरिच्य अन्यत्र न लभ्यते अधुना प्रकृतौ अस्माकं दृष्टान्तः कीदृशः पाकजरूपनाशवत् इत्यस्मिन् यत्र यत्र हेतुः तत्र तत्र साध्यम् इति आकृतिः अन्तर्गता अथवा यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः इति आकृतिः अन्तर्गता अपि च पाकजरूपनाशवत् इति पक्षभिन्नस्थलम् अस्ति वा अधुना अत्र पाकजरूपनाशवत् तत्र अन्वयव्याप्ति वा व्यतिरेकव्याप्ति तत्र कीदृशी व्याप्तिः अस्ति अन्वयव्याप्ति वा व्यतिरेकव्याप्ति एतस्मिन् उदाहरणे अधुना आश्रयनाश अजन्यगुणनाशत्वम् आश्रयनाश अजन्यगुणनाशत्वम् आश्रयनाश अजन्यगुणनाशे तत्र एव भवति अत्र पक्ष आश्रयनाश अजन्यगुणनाशः अधुना आश्रयनाशगुणनाश अजन्यगुणनाश इति पक्षे एव धर्म यत् अस्ति आश्रयनाश अजन्यगुणनाशत्वं तत् पक्षे एव वर्तते पक्षभिन्नस्थले न भवति इत्युक्ते तत्र यत् धर्मः एषः धर्मः आश्रयनाश अजन्यगुणनाशं नाशत्वं तत्र आश्रयनाश अजन्यगुणनाशम् अन्यत्र स्थले अन्यस्मिन् स्थले न लभ्यते पक्षे एव लभ्यते अधुना दृष्टान्तं प्रति गच्छामः तत्र अस्ति अस्माकं दृष्टान्त पाकजरूपनाशवत् इति दृष्टान्त अधुना पाकजरूपनाश यथा तत्र घटे यदि वदामः चेत् घटे रूपं वर्तते तत्र एव पाकजरूपनाशः तत्र एव वर्तते भगिनि तर्हि एतत् कुर्मः तत्र केवलं प्रश्नः कः इति वदतु तदनन्तरं किञ्चित् चर्चयामः नाम अत्र आवश्यकम् अस्ति व्यतिरेकव्याप्तिः वा अथवा अन्वयव्याप्तिः वा किम् आवश्यकम् न इदानीं तत्र अनुमान अत्र यतोहि तत्र हेतुः पक्षभिन्नस्थले न लभ्यते तर्हि तेन किम् अभवत् तर्हि अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः कीदृशी व्याप्तिः आवश्यकी अत्र यदा पक्षभिन्नस्थले हेतुः न वर्तते तदा व्यतिरेकव्याप्तिः सम्भवति इति व्यतिरेकव्याप्तिः एव आवश्यकं खलु तस्य आवश्यकता तस्याः आवश्यकता एव अस्ति इदानीं यथा भवती उक्तं तर्हि तत्र दृष्टान्तः कीदृशः इति पश्यामः नाम दृष्टान्तः तत्र द्वैविध्यं नाम व्यतिरेकदृष्टान्तः भवेत् अथवा अन्वयदृष्टान्तः भवेत् अन्वयदृष्टान्तः अस्ति चेत् तत्र आकृतिः कीदृशः भवति कीदृशी भवति अन्वयदृष्टान्तः अस्ति चेत् तदा आकृतिः यत्र यत्र हेतुः तत्र तत्र साध्यं वर्तते इति अस्ति इति आकृतिः अस्ति अथवा तत्र व्यतिरेकदृष्टान्तः अस्ति चेत् तत्र आकृतिः तदा आकृतिः भवति यत्र साध्याभावः साध्यस्य अभावः अस्ति तत्र हेतोः अपि अभावः वर्तते इति आकृतिः भवति समीचीनं अतः इदानीम् अस्माकं प्रथमप्रश्नः अस्ति व्याप्तेः आकृतिः कीदृशी यत्र यत्र हेतुः तत्र तत्र साध्यं वा अथवा यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः वा इति खलु इति प्रथमप्रश्नः अपि तत्र द्वितीयप्रश्नः कः तत्र अन्तिमवाक्यं तत्र अन्तिमवाक्यं तत् पाकजरूपनाश इति यत् अस्ति पाकजरूप इति दृष्टान्त अस्ति अस्माकं पाकजरूपनाश तत् पाकजरूपनाश पक्षभिन्नस्थले वर्तते वा न वा इति इति अन्यः प्रश्नः नाम तत्र दृष्टान्तः इति वयम् उक्तवन्तः किन्तु दृष्टान्तः पक्षभिन्नस्थलं भवेत् यथा वयं दृष्टवन्तः नाम तत्र ह्रदः इति आसीत् खलु तत्र उष्णस्थले तत्र ह्रदः सरोवरम् इत्यादिकं स्वीकृत्य वयम् उक्तवन्तः तर्हि पक्षभिन्नस्थलमेव दृष्टान्तेन कार्यं करोति अत्र तर्हि तत्र सः अपि प्रश्नः नाम पाकजरूपनाशवत् इति यदस्ति पाकजरूपनाशः सः पक्षभिन्नस्थलम् अस्ति वा अथवा पक्षे एव अस्ति वा इति द्वितीयप्रश्नः तर्हि प्रथमप्रश्नः वयं किञ्चित् चर्चयामः तत्र गतवर्गे कृतवन्तः किन्तु बहुदिनानि तत्र अनेकानि दिनानि अतीतानि इति कृत्वा किञ्चित् पुनस्मरणं कुर्मः तर्हि तत्र सर्वे मिलित्वा चिन्तयामः तर्हि तत्र पाकजरूपनाशः इति तर्हि तत्र घटः इति पदा इति अस्माकं पदार्थः इति चिन्तयामः अथवा अन्यत् किमपि नाम तत्र रूपस्य नाशः पाकेन भवति तर्हि पाकः इत्युक्ते कः पाकः इत्युक्ते तत्र तेजसंयोग तेजसंयोगरूपनाशः इति तेजसंयोगरूपनाशः तर्हि तत्र घटस्य अथवा अन्यस्य तत्र फलम् इत्यादिकमपि स्वीकृत्य नाम तत्र फलम् इति अस्ति अथवा ओदनं किमपि स्वीकृत्य नाम तत्र फलम् इदानीमपि अस्ति तत्र पाकेन तत्र संयोगः अभवत् इदानीं तत्र रूपं तत्र फलस्य रूपं तत्र परिवर्तितं तत्र पीतम् आसीत् पूर्वम् इदानीं कृष्णवर्णम् अस्ति कृष्णरूपम् अस्ति इति चिन्तयतु तर्हि रूपनाशः अभवत् किन्तु फलं तु अस्ति एव तत्र आशयः अस्ति एव तर्हि रूपनाशः तत्र रूपनाशः इति तत्र गुणनाशे अन्तर्गतः अस्ति नाम रूपम् इति अन्यतमगुणः तर्हि गुणनाशः इति विषये रूपनाशः इति एकः भागः खलु रूपनाशः इति एकः भागः रसनाशः इति अन्यः भागः गुणनाशेषु एते भागाः सन्ति रूपनाशः इति इदानीं प्रश्नः नाम एषः रूपनाशः तस्य कारणं किम् इति नाम गुणनाशः केन कारणेन भवति नाम एकः अस्ति तत्र आश्रयनाश अजन्यः अथवा आश्रयनाशजन्यः तत्र आश्रयनाश अजन्यगुणनाशः अभवत् इदानीम् अत्र अस्तु समीचीनं यतोहि फलं वा घटः अस्ति इदानीमपि अस्ति तर्हि गुणनाशस्य भागद्वयं कुर्मश्चेत् एकः भागः अस्ति आश्रयनाश अजन्यः अपि आश्रयनाशजन्यः आश्रयनाशेन जन्यः एषः नाशः अथवा आश्रयनाशेन न जन्यः अजन्यः तर्हि तत्र एषः पाकजरूपनाशः अत्र अस्ति आश्रयनाश अजन्य तस्मिन् स्थले वर्तते तर्हि तत्र आश्रयनाश अजन्यम् इति अजन्यः अस्ति एषः तत्र रूपनाशः पाकजरूपनाशः आश्रयनाश अजन्यः अस्ति तर्हि तत्र रूपनाशे अस्मिन् रूपनाशे हेतुः अस्ति वा नाम आश्रयनाश अजन्यत्वम् आश्रयनाश अजन्यत्वम् अस्मिन् पाकजरूपनाशे अस्ति वा किं चिन्तनम् अस्ति खलु अस्ति अस्ति नाम आश्रयनाशजन्यः अस्ति एषः रूपनाशः तर्हि पाकजरूपनाशः तस्मिन् आश्रयनाश अजन्यत्वं वर्तते हेतुः वर्तते अपि तत्र एषः नाशः आश्रयनाशेन न अभवत् तर्हि एतस्य रूपनाशस्य कारणं किम् न तत्र पाकज नाम पाकजरूपनाशः इति एव उक्तं नाम पाकेन एषः रूपनाशः अभवत् तर्हि पाकजरूपनाशः इत्युक्ते पाकेन जन्यः रूपनाशः पाकः नाम अग्निसंयोगः अग्निसंयोगः संयोगेन नष्टः एषः रूप एतत् रूपं तर्हि संयोगः इति गुणः अपि एषः गुणः कुत्र वर्तते यस्मिन् नाशः रूपनाशः अभवत् यत्र रूपम् अस्ति तत्र एव एषः संयोगः अपि वर्तते तर्हि समानादिकरणगुणेन एषः रूपनाशः अभवत् तर्हि समानादिकरणगुणजन्यत्वम् इति तत्र साध्यम् अपि अस्मिन् पाकजरूपनाशे अस्ति तर्हि पाकजरूपनाशे हेतुः अपि अस्ति साध्यमपि अस्ति तर्हि तत्र व्यतिरेकदृष्टान्तम् इव कार्यं करोति किन्तु व्यतिरेकदृष्टान्तं नाम तत्र हेतुः अस्ति साध्यमपि अस्ति इति तत्र अन्वयदृष्टान्तम् इव तत्र कार्यं करोति व्यतिरिकव्याप्तिः इति तस्य आवश्यकता नास्ति अन्वयदृष्टान्तः इति भासते तर्हि तत्र हेतुः अपि अस्ति साध्यमपि अस्ति तर्हि यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अङ्गीकुर्मश्चेत् अनुमानम् अभवत् यदि पक्षधर्मताज्ञानम् अस्ति व्याप्तिज्ञानम् इदानीं सम्पादितं तर्हि अनुमानं जातं नाम तत्र विभागः तत्र इति तत्र अन्यतमः गुणः अस्ति अपि संयोगनाशकः अपि अस्ति इति कृतं किन्तु अत्र मूलप्रश्नः अस्ति नाम पाकजरूपनाशः इति तद् पक्षभिन्नस्थलम् अस्ति वा यदि अस्ति चेत् तर्हि तत्र कार्यं करोति नाम तत्र अन्वयव्याप्तिकार्यं करोति अन्वयव्याप्ति अथवा व्यतिरेकव्याप्ति किमपि भवेत् किन्तु पक्षभिन्नस्थलदृष्टान्तः आवश्यकः अतः पक्षभिन्नस्थलं पाकजरूपनाशः पक्षभिन्नस्थलम् अस्ति चेत् समीचीनं किन्तु वयं किं साधितवन्तः तत्र हेतुः अपि वर्तते साध्यमपि वर्तते अपि पूर्वमुक्तं हेतुः पक्षस्य धर्मः अतः हेतुः पक्षभिन्नस्थले न वर्तते तर्हि तत्र किम् अभवत् इति मनसि क्लेशः जातः तावदेव खलु शिरोवेदनमेव अभवत् किन्तु तत्र स्पष्टता न अभवत् अतः अग्रे गच्छामः तर्हि तत्र अस्माकं चिन्तनं यदस्ति तस्मिन् कोऽपि दोषः भवेत् अथवा न भवेत् इति इदानीम् अग्रे पठामः तर्हि अस्तु समीचीनम् अस्तु तर्हि अग्रे उषा भगिनी अग्रे पठति वा वस्तुतः पाकजरूपनाशः पाकजरूपनाशः इति तु आश्रयनाशाजन्यगुणनाशः इति पक्षस्य एकदेशः एकनिमिषं महोदय वस्तुतः पाकजरूपनाशः इति तु आश्रयनाशाजन्यगुणनाशः इति पक्षस्य एकदेशः, अपि च तस्मिन्नेव पक्षस्य एकदेशे अन्वयदृष्टान्तः दत्तः। तर्हि अत्र किम्? अस्माकं सिद्धान्तस्य विरुद्धे जातम्। नाम एतावता अस्माभिः वारं वारं किम् उक्तम्? यत्र हेतुः पक्षभिन्नस्थले लभ्यते तत्रैव अन्वयदृष्टान्तः सम्भवति, यत्र च पक्षभिन्नस्थले हेतुः न लभ्यते तत्र व्यतिरेकदृष्टान्तः एव सम्भवति। किन्तु अत्र प्रकृतौ किं जातम्? हेतुः पक्षभिन्नस्थले न भवति किन्तु अन्वयदृष्टान्तः दत्तः। स च अन्वयदृष्टान्तः पक्षस्य एव एकदेशः, कथम् इदम्? पाकजरूपनाशः इति तु आश्रयनाशाजन्यगुणनाशः इति पक्षस्य एकदेशः। सो पक्षस्य आश्रयनाशाजन्यगुणनाशः इति पक्षस्य एकदेशः पाकजरूपनाशः इति एकं पाकज तेजसंयोगेन यत् नाशः अभवत् तत् पाकजरूपनाशः आश्रयनाश अजन्यगुणनाशः इति पक्षस्य एकदेशः एकं भागः। अपि च तस्मिन्नेव एतत् समीचीनं वा, तत् सत्यं वा अथवा सत्यं नास्ति इति पक्षस्य एकदेशः। पक्षस्य एकदेशः इत्युक्ते लैक् एकः भागः, नाम वृक्षस्य एकः भागः अस्ति तत्र, नाम तत्र किम् शाकमपि शाका एका शाका वृक्षस्य एकः भागः भवति, एकः भाग भवति। तथैव तत्र यदि वयं तत्र पक्षः इति तत्र यद्यपि पक्षः केवलं विषयः अस्ति किन्तु पक्षः इति तत्र इति पक्षस्य क्षेत्रम् इति चित्ररूपेण एतादृशं लिखामः, चित्रेण प्रदर्शयामः तत्र एषः प्रदेशः इति पक्षः इति वदामश्चेत् तर्हि तस्मिन् नाम बहुविधगुणनाशः नाशाः सन्ति, ये नाशाः तत्र आश्रयनाशेन न अभवन् किन्तु तेषु पाकजरूपनाशः इति एकः अस्ति खलु, एकः अस्ति यतोहि पाकरूपनाशः इति गुणस्य नाशः, गुणनाशस्य एकम् उदाहरणम्। अपि कीदृशं तत्र रूपनाशः? पाकजरूपनाशः इति उक्तं, तर्हि आश्रयनाशेन न अभवत् एषः गुणनाशः, पाकेन अभवत् न तु आश्रयेण न अभवत्। तर्हि रूपनाशः पाकजरूपनाशः इति अत्र मध्ये कुत्रापि अस्ति खलु, तर्हि एकदेशः इति अतः तस्य एकदेशः इति वक्तुम् इति शक्नुमः खलु। आम् महोदय, अपि च तस्मिन्नेव पक्षस्य एकदेशे अन्वयदृष्टान्तः दत्तः। यत्र पाकजरूपनाशः तत्रैव सो पाकजरूपनाश इति दृष्टान्तः खलु, इति दृष्टान्तः किन्तु पक्षे अन्तर्गतः अस्ति, पक्षे समीचीनं नास्ति, तत् समीचीनं नास्ति खलु। अपि च तस्मिन्नेव पक्षस्य एकदेशे अन्वयदृष्टान्तः दत्तः। तर्हि अत्र किम्? अस्माकं सिद्धान्तस्य विरुद्धे जातम्। आम्, वयं वारं वारं यत् उक्तं चेत् पक्षभिन्नस्थले हेतुः लभ्यते चेत् अन्वयदृष्टान्तः सम्भवति, अपि च पक्षभिन्नस्थले ये पक्षभिन्नस्थले हेतुः न लभ्यते चेत् वयं दृष्टवन्तः पूर्वं व्यतिरेकदृष्टान्तः एव कार्यं कर्तुं शक्नोति इति. हा अपि हा समीचीनं. हा अतः तत्र व्यतिरेकं दृष्टान्तः कुत्रचित् अथवा अन्वयदृष्टान्तः कुत्रचित् कार्यं करोति, किन्तु दृष्टान्त नाम पक्षभिन्नस्थलमेव सर्वदा. दृष्टान्तः पक्षभिन्नस्थल पक्ष अन्वयदृष्टान्तः भवेत् व्यतिरिक्तदृष्टान्तः भवेत् किन्तु सर्वदा पक्षभिन्नस्थलम्. अत्र पक्षस्य एकदेशः दृष्टान्तत्वेन स्वीकृतं तत् कथं तत् विरुद्धं खलु. किन्तु अत्र प्रकृतौ किं जातं, हेतुः पक्षभिन्नस्थले न भवति किन्तु अन्वयदृष्टान्तः दत्तः. हेतुः पक्षभिन्नस्थले न भवति, आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः पक्षभिन्नस्थले न भवति. पक्षः अस्ति आश्रयनाशाजन्यगुणनाशः, तत् धर्मः एव हेतुः. हेतुः पक्षभिन्नस्थले न भवति परन्तु अन्वयदृष्टान्तः दत्तः. स च अन्वयदृष्टान्तः पक्षस्य एव एकदेशः. कथम् इदम् इति खलु. तर्हि तत्र दोषाः सन्ति वा तत्र नाम अस्माकं चिन्तने? तर्हि आचार्य प्रश्नः अत्र लघुक्षेत्रं यत् पाकजरूपनाशः लिखितः अस्ति तस्य पार्श्वे यत् क्षेत्रमस्ति तत्र अन्यकारणेन रूपनाशत्वम् अस्ति वा? न अन्य नाम तत्र समीचीनं भगिनि, नाम तत्र अत्र वयं चिन्तयामः तत्र अत्र पाकजरूपनाशः अस्ति इति चिन्तयतु. तर्हि यथा भवती वदति अत्र चिन्तयामः अत्र किम् अत्र कोऽपि गुणनाशः तत्र रूपमेव न भवेत् खलु, यतोहि तत्र पक्षः अस्ति गुणनाशस्य एकः भागः नाम आश्रयनाशेन अजन्यगुणनाशः. तत्र रसनाशः भवेत् खलु, तत्र अन्यत् कोऽपि गुणः स्वीकरोतु तस्य नाशः, किन्तु यत्र आश्रयस्य नाशः न अभवत् अतः तत्र रसनाशः भवेत्. तत्र अनेके गुणाः सन्ति खलु तत्र यत्किमपि अतः तत्र एषः पाकजरूपनाशः इति केवलम् एतस्य पक्षस्य एकः लघुभागः एव खलु. मम प्रश्नः अस्ति अन्यजनितः रूपनाशः अस्ति वा तत्र सर्वत्र अन्य एव तत्र कारणमस्ति तत्र तत्र गुणनाशस्य कारणं सर्वदा अस्ति किन्तु कारणं कदापि आश्रयनाशः नास्ति, तादृशमेव बहिः अस्ति अत्र सर्वत्र. एतस्य क्षेत्रस्य बहिः अस्ति यत्र गुणनाशः भवति अपि आश्रयनाशेन भवति, तत्सर्वं बहिः अस्ति क्षेत्रस्य पक्षस्य बहिः. रूपनाश न आश्रयनाश अजन्य रूपनाशः बृहत् क्षेत्रम् क्षेत्रे आश्रयनाश अजन्यरूपनाशः अपि अस्ति, आश्रयनाश अजन्यरसनाशः अस्ति. तर्हि स्पर्शः रूपमिति विशेषः अस्ति रूपः अपि एषः एतत् रूपं रूप एतस्य रूपस्य नाशः पाकेन अभवत् इति पाकजनितरूपनाश. तर्हि यदि रूप आश्रयनाश अजन्यरूपनाशः इति स्वीकरोति चेदपि तस्य क्षेत्रं बृहत् एव भवेत् अस्य क्षेत्रस्य अपेक्षया, यतोहि तत्र पाकेन न रूपनाशः अभवत् किन्तु आश्रयनाशेन अपि न अभवत्, अन्येन कारणेन अभवत्. अतः तदपि अत्र अन्तर्गतम् अस्ति खलु, नाम तत्र रूपनाशः आशयनाशेन न जन्यः किन्तु अन्येन अन्येन गुणेन रूपनाशः अभवत् इति. अतः वयं न जानीमः तत्र किं किम् अस्ति इति, किन्तु एतत् उदाहरणम् अथवा दृष्टान्तः पक्षस्य एकः लघुभागः अस्ति. तर्हि अत्र दोषाः सन्ति वा, तत्र सन्ति चेत् के के दोषाः सन्ति इति वक्तुं शक्नुमः अत्र? नाम हेतुः, तत्र हेतुः अथवा दृष्टान्तः, दृष्टान्तः पक्षस्य एकभागः भवितुमर्हति वा? न भवति, तत् सम्यक् नास्ति खलु, यतोहि व्याप्तिं व्याप्तिः अस्ति इति प्रदर्शयितुम् अन्यत्र पक्षभिन्नस्थलं स्वीकृत्य एव तत् कर्तुं शक्नुमः. अतः पक्षे न भवति, यतोहि पक्षे इदानीं व्याप्तिः इति सन्दिग्धः अस्ति. नाम व्याप्ति अस्ति न वा इति, नाम हेतुः अस्ति, साध्यमस्ति न वा इति न जानीमः. नाम तत्र तर्हि साध्यम् अस्ति इति यदा न जानीमः, पक्षं दृष्ट्वा वयं न वक्तुं शक्नुमः अत्र व्याप्तिः वर्तते, यत्र यत्र हेतुः तत्र तत्र साध्यं. पक्षं प्रदर्श्य वयम् एतत् न साधयितुं शक्नुमः, यतोहि एतावत् वयं न जानीमः पक्षे साध्यम् अस्ति इति. अतः केवलं यत्र वयं जानीमः हेतुः अपि अस्ति, साध्यमपि अस्ति, तदेव दृष्टान्तरूपेण भवितुमर्हति, अन्वयदृष्टान्तः. यत्र हेतुः अस्ति अपि साध्यमपि अस्ति इति. यदि तत्र पक्षम् एव प्रदर्श्य वयं वदामः अस्तु तर्हि पश्यतु तत्र हेतुः तत्र अत्र हेतुः अस्ति तर्हि साध्यमपि भवति इति चेत् एतावत् न जानीमः पक्षे साध्यम् अस्ति इति. अतः दृष्टान्तः पक्षभिन्नस्थले भवेत्. अत्र दृष्टान्तः पक्षस्य एकभागः, तर्हि दोषः एकः दोषः इति. अन्यः दोषः तत्र नाम यत्र पक्षभिन्नस्थले हेतुः न लभ्यते तत्र अन्वयदृष्टान्तः कार्यं न करोति, व्यतिरेकदृष्टान्तः एव कार्यं करोति. तर्हि दृष्टान्तः व्यतिरेकदृष्टान्तः भवेत् खलु? तर्हि अन्वयदृष्टान्तः कार्यं कदापि न करोति इति अपि दोषः इति वक्तुं शक्नुमः. अतः वयं चिन्तितवन्तः पूर्वम् अस्तु तत्र दृष्टान्तः अन्वयदृष्टान्तः अस्ति, यतः व्याप्तिः साधिता, तर्हि अनुमानं जातम् इति चिन्तितवन्तः. किन्तु तत् चिन्तनं दोषयुक्तम् अस्ति, तत् सम्यक् नास्ति. तर्हि तत्र किं करणीयम् इति अग्रे पश्यामः. अस्तु, तर्हि अग्रे तत्र रणलिनी भगिनी पठति वा अग्रे? पूर्वं दृष्टं यत् अनुमानं द्विविधं, स्वार्थानुमानं परार्थानुमानञ्च. अधुना अनुमानं भिन्नरीत्या अपि भागद्वये विभज्यते. साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम् एकम् अनुमानम्, क्वचिदेव पक्षे साध्यं पक्षे साध्यते चेत् अन्यादृशम् एकम् अनुमानम्, यथा पर्वतो वह्निमान् धूमात् इति अनुमानम्. एतदेव अनुमानं द्विविधं, सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम् अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति साधनम्. सर्वत्र पर्वते वह्निः उद्दिष्टः चेत् तदानीं सर्वोऽपि पर्वतः वह्निमान् धूमात् इति ईषत्पर्वतः वह्निमान् धूमात् इति चेत् परिगणितेषु पर्वतेषु धूमः तेषु वह्निरपि अस्ति इति. सर्वत्र पर्वते इत्यनेन सर्वस्मिन् पर्वते वह्नेः ज्ञानं जायताम् इति इच्छा. पर्वते इत्यनेन सर्वस्मिन् पर्वते वह्नेः ज्ञानं जायताम् ओ इति इच्छा. पूर्वं दृष्टं यत् अनुमानं द्विविधं स्वार्थानुमानं परार्थानुमानञ्च. स्वार्थानुमानं नाम किम्? न स्मरामि आचार्य. हा नाम तत्र रामः स्वयं तत्र पर्वतं पश्यति, पर्वते धूमः पश्य धूमं पश्यति तदा तस्मिन् मनसि आगच्छति ओ तत्र पर्वते धूमः अस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः यथा मानसम् इति कृत्वा तस्मिन् मनसि पर्वतः वह्निमान् इति अनुमानं भवति, खलु अनुमानज्ञानं भवति. हा तदस्ति स्वार्थानुमानं नाम तत्र तत्र हेतुः पर्वते अस्ति इति साक्षात् तत्र प्रत्यक्षज्ञानं, यतोहि तत्र पश्यति धूमः पर्वते वर्तते इति पश्यति. इदानीं तत्र रामः मित्रं प्रति आगत्य श्यामं प्रति आगत्य वदति नाम तत्र पर्वते पर्वतः वह्निमान् इति. तदा श्यामः पृच्छति कथं, यतोहि पर्वतः धूमवान्. तदा श्यामः साक्षात् पर्वते धूमं न दृष्टवान्, किन्तु तस्मिन् मनसि अपि इदानीम् अनुमानज्ञानं भवति ओ अस्तु यदि पर्वतः धूमवान् सः पर्वतः वह्निमान् भवेत् इति. तर्हि तदस्ति परार्थानुमानं. तत्र परार्थानुमानस्य कारणमस्ति तत्र शब्दबोधः, नाम रामः शब्दं कृतवान् नाम उक्तवान् पर्वतः धूमवान् अतः पर्वतः भन्निमान् इति उक्तवान्. अतः तत्र तदस्ति परार्थानुमानं, अन्यस्मिन् अनुमानं जायते तदस्ति परार्थानुमानं. स्वार्थानुमानं नाम स्वस्मिन् एव अनुमानज्ञानं भवति इति द्वैविध्यम् आसीत् पूर्वम्. इदानीम् अनुमानस्य भागम् अन्यरीत्या कुर्मः. कथम् अधुना अनुमानं भिन्नरीत्या अपि भागद्वये विभज्यते. साध्यं सर्वत्र पक्षे साध्यते चेत् तादृशम् एकम् अनुमानम् साध्यं सर्वत्र पक्षे साध्यते इति एकम् एकम् अनुमानम् एकम् अनुमानस्य एकविधम्. द्वितीयमस्ति क्वचिदेव पक्षे साध्यं पक्षे साध्यते चेत् अन्यादृशम् एकम् अनुमानम्. तर्हि अनुमानस्य द्वैविध्यं प्रथमं किमस्ति? यदि साध्यं सर्वत्र पक्षे भवति तदा तदेकम् अनुमानं, यदा साध्यं क्वचित् पक्षे वर्तते तद् अन्य अनुमानम् इदानीं इदानीं पर्वतः धूमवान् तत्र इति अनुमानम् एतदेव अनुमानं द्विविधम् पर्वतेषु वह्निः अस्ति इति साधनम् एकं प्रथमम् अनुमानं यदा साध्यं सर्वत्र पक्षे साध्यते चेत्, अथवा केषुचित् पर्वेषु वह्निः अस्ति इति साधनम्. तर्हि तत्र अत्र किञ्चित् विवरणम् आवश्यकम् इति मन्ये, नाम साधनं नाम किम् किम् अस्माकम् इच्छा अस्ति, नाम यदि वयं वदामः तत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इति अनुमानं यदि तत् वदामः तर्हि अस्माकम् इच्छा किम् अस्ति? सर्वेषु पर्वतेषु वह्नि अस्ति इति इच्छा वा, अथवा केषुचित् पर्वतेषु वह्नि अस्ति इति इच्छा वा, किम्? न न यस्मिन् पर्वते धूमः दृष्टः तस्मिन् एव पर्वते वह्निः अस्ति इति साधनम्. हा इति साधनं खलु, न तु सर्वत्र सर्वेषु पर्वतेषु सर्वत्र इति. अतः एव तत्र पक्षः इति तत्र पर्वतः इति वदामः, तत्र पर्वतः इति पदं तत्र स्वीकृत्य पर्वतः एव पक्षः इति वदामश्चेत् तत्र सर्वे पर्वताः पक्षरूपेण स्वीकृताः भवन्ति खलु. किन्तु सर्वेषु पर्वतेषु इति न अनुमानं भवति. अस्माकम् इत्युक्ते केवलं नाम यदि यस्मिन् पर्वते वयं धूमं दृष्टवन्तः तस्मिन् पर्वते तत्र वह्निः अस्ति इति वक्तुम् इच्छामः साधारणतया. अतः तत्र सर्वेषु पर्वतेषु वह्निः इति सर्वदा न भवति. अग्रे सर्वत्र सर्वत्र पर्वते वह्निः उद्दिष्टः चेत् तदानीं सर्वोऽपि पर्वतः वह्निमान् धूमात् इति ईषत् पर्वतः वह्निमान् धूमात् इति चेत् परिगणितेषु पर्वतेषु धूमः तेषु वह्निरपि अस्ति इति. यत्र धूमः दृष्टः तत्रैव वह्निः अस्ति इति. सर्वत्र पर्वते इत्यनेन सर्वस्मिन् पर्वते वह्निः ज्ञानं जायताम् इति. सर्वत्र पर्वते इति तत्र तस्य अर्थः कः नाम वह्निः सर्वस्मिन् पर्वते नाम प्रत्येकस्मिन् पर्वते वह्निः ज्ञानं जायतु जायताम् इति च. तादृशं प्रथमविधं नाम सर्वत्र पर्वते वह्निः उद्दिष्टः चेत् अथवा ईषत् पर्वतः वह्निमान् धूमात् इति चेत् तत्र केवलं परिगणितेषु पर्वतेषु एव सर्वेषु न परिगणितेषु पर्वतेषु एव धूमः अपि तेषु येषु धूमः वर्तते तेषु वह्निरपि अस्ति अस्ति इति एव. किन्तु तत्र पर्वतः वह्निमान् धूमात् इति इत्यत्र तत्र सर्वेषु पर्वतेषु धूमः वर्तते तर्हि अतः तत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति तादृशं नास्ति. अतः तत्र द्वैविध्यं पक्षे सर्वत्र अस्ति वा अथवा पक्षे कुत्रचित् एव अस्ति वा इति प्रश्नः इति तेन आधारेण तत्र अनुमानस्य द्वैविध्यं जायते इति अत्र उक्तं. तत् समीचीनं वा एतावत्? आम् आचार्य. अस्तु अग्रे चन्द्रमती भगिनी अग्रे. चन्द्रमती भगिनी अस्ति वा? अस्तु तर्हि तत्र नीता भगिनी भवती एव पठति वा? यत्र सर्वत्र पक्षे वह्निः अस्ति इति साध्यते तत्र पक्षे एकदेशः अपि दृष्टान्तः भवितुम् अर्हति. सर्वत्र पक्षे वह्निः अस्ति इति तादृश्यां विवक्षायां यत्र यत्र धूमः इत्यनेन क्वचित् धूमः दृष्टः वह्निः अपि दृष्टः प्रत्यक्षेण प्रदर्शयितुम् इष्यते चेत् इष्यते यत् सर्वेषु पर्वतेषु वह्निः अस्ति. तस्य च प्रदर्शने एकस्मिन् पर्वते धूमः दृष्टः तत्रापि वह्निः दृष्टः इत्युक्तौ स च पर्वतः उभयवान् अयम् उभयवान् पर्वतः तादृश अनुमानस्य दृष्टान्तः भवति. सर्वत्र पर्वते वह्निः अस्ति इति न ज्ञातं, कुत्रचित् पर्वते वह्निः अस्ति इत्येव ज्ञातं. तदानीं यः पर्वतः उभयवान् धूमवान् वह्निमान् च इति ज्ञातं सः दृष्टान्तः भवितुम् अर्हति. अधुना यत्र सर्वत्र पक्षे वह्निः अस्ति इति साध्यते तत्र पक्षे एकदेशः अपि दृष्टान्तः भवितुम् अर्हति. इत्युक्ते तत्र यथा वयम् अधुना दृष्टवन्तः एकदेश एकस्मिन् स्थले पक्षे एकदेशे अपि वह्निः अस्ति इति अपि दृष्टान्तः भवितुम् अर्हति. यदा तत्र सर्वत्र पक्षे वह्निः अस्ति इति साध्यते यत्र तत्र नाम प्रथमविध अनुमितिं साधयितुम् इच्छामश्चेत् तत्र तदानीं तत्र एकदेशपक्षस्य एकदेशः अपि दृष्टान्तत्वेन स्वीकर्तुं शक्नुमः भवितुम् अर्हति इति उक्तम्. अग्रे किञ्चित् उक्तं तत्र विवरणार्थं. सर्वत्र पक्षे वह्निः अस्ति इति तादृशां विवक्षायां यत्र यत्र धूमः इत्यनेन क्वचित् धूमः दृष्टः वह्निः अपि दृष्टः प्रत्यक्षेन. अधुना साध्यं पक्षे सर्वत्र अस्ति, वह्निः पक्षे सर्वत्र अस्ति इति तादृशविवक्षा. इदानीं चिन्तयामः तत्र किं वनम् अस्ति इति चिन्तयामः अथवा तत्र शतवृक्षाः सन्ति इति चिन्तयामः तत्र सर्वत्र धूमः दृश्यते. तत्र सर्वेषु वृक्षेषु तत्र धूमः दृश्यते. तर्हि पक्षः इदानीं किं जातं सर्वे वृक्षाः तत्र इदानीं तत्र एकस्मिन् वृक्षे वयं तत्र धूममपि पश्यामः वह्निमपि पश्यामः. तर्हि वयम् अत्र किम् उक्तं तत्र वह्निः अपि दृष्टः प्रत्यक्षेण धूमः अपि दृष्टः प्रत्यक्षेण क्वचित् तदा वयम् एकस्मिन् वृक्षे तत्र धूमः अपि अस्ति वह्निः अपि अस्ति किन्तु सर्वेषु वृक्षेषु धूमः वर्तते चेत् वयं तदा एतं वृक्षं स्वीकृत्य वक्तुं शक्नुमः पश्यतु तत्र धूमः अपि अस्ति वह्निः अपि अस्ति इति. तर्हि सर्वेषु वृक्षेषु वह्निः वर्तते इति प्रदर्शयितुं शक्नुमः इति उक्तम् इति मन्ये. प्रत्यक्षेण तत्र वाक्यं समाप्तम् नाम सर्वत्र पक्षे वह्निः अस्ति इति विवक्षा तादृश्यां विवक्षायां नाम सति सप्तमी तादृशी विवक्षा अस्ति चेत् तदा यत्र यत्र धूमः इत्यनेन नाम तत्र व्याप्तिः तत् कथं जायते इत्युक्ते तत् क्वचित् कुत्रचित् धूमः दृष्टः वह्निः अपि दृष्टः प्रत्यक्षेण. तर्हि तत्र वह्निः अपि दृष्टः चेदेव नाम तत्र साध्यमपि अत्र भवेत् केवलं हेतुः पक्षस्य एकभागे अस्ति इति न पक्षस्य एकभागे साध्यमपि अस्ति हेतुः अपि अस्ति चेत् तर्हि तं भागं तत्र दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः. तत्र तादृश्यां विवक्षायां तत्र सति सप्तमी भवति अतः अधुना प्रदर्शयितुम् इष्यते यत् सर्वेषु पर्वतेषु वह्निः अस्ति तस्य च प्रदर्शने एकस्मिन् पर्वते धूमः दृष्टः तत्रापि वह्निः दृष्टः इत्युक्ते सः च पर्वतः उभयवान् अयम् उभयवान् पर्वतः तादृश अनुमानस्य दृष्टान्तः भवति. अधुना अत्र अपि सर्वेषु पर्वतेषु वह्निः अस्ति इति प्रदर्शयितुं यदि इच्छामः चेत् तत्र एकस्मिन् पर्वते धूमः अपि प्रत्यक्षेण दृष्टः वह्निः अपि प्रत्यक्षेण दृष्टः. अधुना एकस्मिन् पर्वतस्य विषये एकः एव पर्वतः सः पर्वतः उभयवान् अस्ति उभयवान् पर्वतः अस्ति अधुना सः उभयवान् नाम उभयवान् नाम तत्र उभयवान् तत्र धूम अपि अस्ति वह्नि अपि अस्ति हा धूमवान् अपि अस्ति वह्निमान् अपि अस्ति वह्निमान् अपि अस्ति धूम अपि वर्तते वह्नि अपि वर्तते पर्वतः धूमवान् च वह्निमान् च सः उभयवान् पर्वतः दृष्टान्तः भवति इति हा इदानीं तत्र सर्वेषु पर्वतेषु तत्र वह्निः अस्ति इति साधयितुम् एषः भागः एषः एकः पर्वतः दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः दृष्टान्तत्वेन कार्यं करोति एतत् अस्ति तत् खलु तत् पक्वोदनन्यायः अस्ति खलु एकं कणं दृष्ट्वा यदि एकः कणः पक्वः अस्ति तर्हि सर्वं पक्वम् अस्ति हा सत्यं भगिनि समीचीनं हा उत्तमं भगिनि आमामामां सत्यम् उत्तमं भगिनि हा उत्तमं न्यायचिह्नं किं न स्मरामि सत्यम् उत्तमम् उदाहरणं भगिनि हा हा उत्तमम् उत्तमं हा तत्र ओदनस्य परिशीलनार्थं वयं तत्र एकं स्वीकृत्य हा सत्यं भगिनि तत्र वयं सर्वे तत्र तादृशं सन्ति इति वदामः सत्यं भगिनि हा उत्तममस्ति हा तथैव अत्रापि समीचीनं हा सर्वत्र पर्वते वह्नि अस्ति सर्वत्र पर्वते वह्नि अस्ति इति न ज्ञातं कुत्रचित् पर्वते वह्नि अस्ति इत्येव ज्ञातं हा अधुना तत्र एकः पर्वतः यदा एकः पर्वतः उभयवान् अस्ति धूमवान् अपि च वह्निमान् तदा सर्वत्र पर्वते वह्नि अस्ति इति न ज्ञातं कुत्रचित् पर्वते वह्नि अस्ति तावदेव ज्ञातम् इति हा तदानीं यः पर्वतः उभयवान् इति ज्ञातं सः दृष्टान्तः भवितुम् अर्हति हा यः पर्वतः उभयवान् अस्ति सः दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः इति दृष्टान्तरूपेण एकः एव पर्वतः प्रत्यक्षेण यदि यद्दृष्टं पर्वतः धूमवान् अपि च वह्निमान् सः पर्वतः उभयवान् पर्वतः दृष्टान्तरूपेण भवितुम् अर्हति इति इति अस्ति समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु अग्रे उषा भगिनि आधुनिकवैज्ञानिकशोधकार्ये अपि तथैव क्रियते कश्चन प्रयोगः भवति स च प्रयोगः पक्षस्य एकदेशः प्रयोगः बहुवारं सफलः चेत् पक्षे साध्यस्य प्रमाणं स्वीक्रियते यथा विज्ञानविषये पृथिव्यां गुरुत्वं नाम शक्तिः वर्तते शिलाखण्डस्य विमोचनेन शिलाखण्डः पतति यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति इत्यस्य प्रदर्शनार्थं पञ्चवारं दशवारं वैज्ञानिकः शिलाखण्डं विमोचयति अत्र शिलाखण्डस्य एकवारं पतनं पञ्चवारं पतनं च पक्षस्य एकदेशः गुरुत्वं नामकशक्तिः अस्ति अतः यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति इति प्रमाणयितुं शिलाखण्डस्य एकवारं पतनं पक्षस्य एकदेशदृष्टान्तः अस्तु आधुनिकवैज्ञानिकशोधकार्ये अपि तथैव क्रियते यत् पूर्वं दृष्ट्वा ओके कश्चन प्रयोगः भवति स च प्रयोगः पक्षस्य एकदेशः यत् वयं पूर्वं दृष्टवन्तः कश्चन प्रयोगः कश्चन प्रयोगः अत्र प्रयोगः नाम तत्र किमपि एक्स्पेरिमेण्ट् इत्यादिकं भवति तत्र हैपोथेसिस् किमपि भवति तत् सत्यं वा न वा इति प्रदर्शयितुं तत्र एक्स्पेरिमेण्ट् इति वदामः कुर्वन्ति प्रयोगः बहुवारं सफलः चेत् आम् पक्षे साध्यस्य प्रमाणं स्वीक्रियते पक्षे यथा विज्ञानविषये पृथिव्यां गुरुत्वं नाम शक्तिः वर्तते शिलाखण्डस्य विमोचनेन शिलाखण्डः पतति. गुरुत्वं नाम, गुरुत्वं नाम ग्राविटि अस्ति इति. सो शिलाखण्डस्य विमोचनेन शिलाखण्डः पतति. यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति इत्यस्य प्रदर्शनार्थं पञ्चवारं दशवारं वा वैज्ञानिकः शिलाखण्डं विमोचयति. आं महोदय. अत्र शिलाखण्डस्य एकवारं पतनं पञ्चवारं पतनं च पक्षस्य एकदेशः. खलु पक्षः इति किमस्ति अत्र? यदा किमपि पतति, यस्य भारः अस्ति तस्य पतनं, भारयुक्त किमपि वस्तोः तत्र पतनम् इति एव पक्षः. तस्मिन् पक्षे तत्र पक्षः तत्र साध्यमस्ति. क्षम्यतां, विमोचनमेव तत्र पक्षः नाम यस्य भारः अस्ति तस्य पदार्थस्य विमोचनमेव पक्षः. तदा वयं किं चिन्तयामः, विमोचनं भवति चेत् तत्र पतनम् अस्ति इति, तत्र सर्वदा पतति इति. अतः यदि एकवारं विमोचयामः तर्हि पक्षस्य एकदेशः, दशवारं कुर्मश्चेत् अपि पक्षस्य एकदेशः एव. गुरुत्वं नामकशक्तिः अस्ति, अतः यस्य भारः अस्ति तस्य विमोचनेन सर्वदा पतति इति प्रमाणयितुं शिलाखण्डस्य एकवारं पतनं पक्षस्य एकदेशदृष्टान्तः. अस्तु महोदय. तर्हि पक्षस्य एकदेशः दृष्टान्तस्य दृष्टान्तः इति स्वीकर्तुं शक्नुमः, दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः. वैज्ञानिकविषये अपि तादृशचिन्तनं भवति. पक्षस्य एकदेशः एव दृष्टान्तः. सः दृष्टान्तः सम्यक् इति प्रदर्श्य ते वदन्ति तर्हि सर्वत्र तत्र साध्यम् अस्ति इति. इति अस्ति स्थितिः. अस्तु अग्रे, तर्हि मृणालिनी भगिनी अग्रे. अत्र प्रश्नः उदेति, सर्वस्मिन् पर्वते इत्यनेन सर्वेषु पर्वतेषु कुत्रचित् वह्निः अथवा सर्वेषु पर्वतेषु सर्वपर्वते वह्निः इति उत्तरत्वेन वाक्य वक्तव्यं भवति यत् एकैकस्मिन् पर्वते कुत्रचित् वह्निः इति साधयितुम् इच्छा अस्ति, न तु एकैकस्मिन् पर्वते सर्वत्र वह्निः. एकैकस्मिन् पर्वते सर्वत्र वह्निः इति चेत् वह्निज्ञानम् इति विशेषः. अत्र किन्तु तथा नास्ति, अपि तु कस्मिंश्चित् भागे सर्वस्मिन् पर्वते वह्निर् अस्ति इति विवक्षा. अत्र सर्वस्मिन् पर्वते इत्यनेन सर्वेषु पर्वतेषु कुत्रचित् वह्निः इति वा, अथवा सर्वेषु पर्वतेषु सर्वपर्वते वह्निः इति वा. नाम तत्र भेदः अवगम्यते खलु, नाम सर्वेषु पर्वतेषु कुत्रचित् वह्निः अथवा सर्वेषु पर्वतेषु सर्वपर्वते वह्निः इति. आमां, सर्वपर्वते वह्निः इत्युक्ते सर्वेषु पर्वतेषु अर्थात् सर्वेषु पर्वतेषु सर्वत्र वा सर्वेषु पर्वतेषु कुत्रचित् एकस्मिन् भागे खलु. इति तत्र भेदः भवति खलु, नाम तत्र पर्वतः अस्ति, तत्र पर्वतः वर्तते कुत्रचित् वयं वदामः, तत्र वह्निः अस्ति इत्युक्ते तत्र किं सर्वत्र वह्निः वा अथवा अत्र कुत्रचित् तत्र कुत्रचित् अत्र कुत्रचित् इति वा, अतः तत्र भेदः सर्वस्मिन् पर्वते इत्युक्ते सर्वत्र वह्निः वा अथवा कुत्रचित् वह्निः कुत्रचित् वह्निः कुत्रचित् कुत्रचित्, किन्तु सर्वे प्रत्येकस्मिन् पर्वते कुत्रचित् अस्ति, नाम न कोऽपि पर्वतः वर्तते यत्र वह्निः नास्ति, कुत्रचित् वह्निः नास्ति तादृशपर्वतः न वर्तते, सर्वेषु पर्वतेषु कुत्रचित् न्यूनतान्यूनं कुत्रचित् वह्निः अस्ति इति एव साधयितुम् इच्छामः वा अथवा सर्वत्र वर्तते इति किम्, अतः तत्र द्वैविध्यं भवति अस्ति उत्तरत्वेन वक्तव्यं भवति यत् एकैकस्मिन् पर्वते कुत्रचित् वह्निः इति साधयितुम् इच्छा अस्ति न तु एकैकस्मिन् पर्वते सर्वत्र वह्निः, तर्हि सर्वेषु पर्वतेषु अर्थात् सर्वपर्वतेषु एकस्मिन् भागे कुत्रापि वह्निः अस्ति इति एकैकस्मिन् पर्वते कुत्रचित् वह्निः न तु एकैकस्मिन् पर्वते सर्वत्र वह्निः तद् नास्ति, एकैकस्मिन् पर्वते सर्वत्र वह्निः इति चेत् सर्वावयव अवच्छेदेन वह्निज्ञानम् इति विशेषः, हा नाम तत्र वह्निज्ञानम् इति तत्र वह्निज्ञानं वह्निः वर्तते इत्युक्ते तत्र सर्वत्र वर्तते इति तादृशं ज्ञानम् अपेक्षितमस्ति, नाम तत्र वयं दृष्टवन्तः नाम तत्र यदि तत्र पक्षिः तत्र वृक्षस्य उपरि अस्ति इति चिन्तयतु तर्हि तत्र पक्षी अपि वृक्षसंयोगः नाम सः संयोगः कुत्र अस्ति, सर्वत्र अस्ति वा, अतः तत्र केवलं वयं पूर्वम् अस्मिन् विषये तत्र अस्मिन् विषये पूर्वं चर्चा जाता, नाम शाखायाम् एव तत्र संयोगः पक्षी अपि शाखायाः संयोगः अस्ति एकस्मिन् देशे एव वृक्षस्य एकस्मिन् देशे एव तत्र संयोगः वर्तते, तर्हि तादृशम् अत्रापि नाम यदि वयं गुणः अस्ति इति वदामश्चेत् तत्र वक्तव्यं भवति अत्र आश्रये सर्वत्र अस्ति वा गुणः अथवा केवलम् एकस्मिन् देशे अस्ति वा, तर्हि यत्र वर्तते इति तत्र लिमिटिङ्ग् फ्याक्टर् नाम अवच्छेदः अवच्छेदकः कः इति, अतः सर्वावयव अवच्छेदेन वह्निज्ञानं नाम सर्वेषु अवयवेषु वह्निः अस्ति, पर्वतस्य सर्वेषु अवयवेषु वह्निः अस्ति इति ज्ञानं तादृशं ज्ञानम् अपेक्षितं चेत् तद् भिन्नमस्ति, अत्र तादृशी आकाङ्क्षा नास्ति अत्र किन्तु तथा नास्ति अपि तु कस्मिंश्चित् भागे सर्वस्मिन् पर्वते वह्निरस्ति इति विवक्षा, हा खलु नाम सर्वे सर्वस्मिन् पर्वते इत्युक्ते प्रत्येकस्मिन् पर्वते कुत्रचित् वह्निः अस्ति इति एव विवक्षा इति अस्ति, समीचीनं हा अस्तु अग्रे अग्रे तर्हि चन्द्रमती भगिनी अग्रे इदानीं पठति वा, अस्तु नास्ति इति मन्ये, अस्तु तर्हि तत्र नीता भगिनी अग्रे, तर्हि अनुमानं द्विविधम् इत्युक्तं सर्वेषु पर्वतेषु वह्निः अस्ति इति साधनम् अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति साधनम्, अत्र द्वयोः कृते नामकरणम् अपि वर्तते, पक्षता अवच्छेदक अवच्छेदकावच्छेदेन साध्यम् इति, पक्षतावच्छेदक सामानाधिकरण्येन साध्यम् इति, एकेन पक्षतावच्छेदकावच्छेदेन साध्यं साध्य अनुमितिः उद्दिष्टा, अपरेण पक्षतावच्छेदक सामानाधिकरण्येन साध्य अनुमितिः उद्दिष्टा, अधुना तत्र पूर्वस्मिन् परिच्छेदे कस्मिंश्चित् भागे सर्वस्मिन् पर्वते वह्नी अस्ति इति अस्माकं विवक्षा अधुना अनुमानं द्विविधं भवितुमर्हति एकम् अनुमानं तु अस्ति सर्वेषु पर्वतेषु वह्नी अस्ति द्वितीयम् अनुमानं केषुचित् पर्वतेषु वह्नी अस्ति तत् सर्वेषु पर्वतेषु वह्निः वा केषुचित् पर्वतेषु वह्नी अनुमानं द्वयम् अत्र द्वयोः नामकरणं द्वयोः नामकरणमस्ति इत्युक्ते अत्र मन्ये तत् सर्वेषु पर्वतेषु वह्निः तत्र पक्षता अवच्छेदक अवच्छेदेन साध्यम् पक्षता अवच्छेदक अवच्छेदेन साध्यम् इति प्रथमस्य नामकरणं द्वितीयस्य केषुचित् पर्वतेषु वह्निः अस्ति एतस्य पक्षता अवच्छेदक समानाधिकरणेन साध्यम् पक्षता अवच्छेदक अवच्छेदेन तत्र पक्षता अवच्छेदक पक्षः तत् तर्हि तत्र सर्वत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति एकविधा अथवा केषुचित् पर्वतेषु वह्निः अस्ति इति द्वितीयविधा तत्र प्रथमतया नाम यदि सर्वेषु पर्वतेषु अस्ति अथवा केषुचित् पर्वतेषु अस्ति इति वह्निः अस्ति इति यदि वदामः केवलं प्रत्येकस्मिन् पर्वते एकस्मिन् भागे वह्निः अस्ति इति एव विवक्षा खलु सर्वस्मिन् भवतु अथवा केवलं कुत्रचित् केषुचित् पर्वतेषु वह्निः अस्ति इत्युक्ते सर्वदा पर्वतस्य एकभागे वह्निः इति एव विवक्षा तर्हि सर्वेषु पर्वतेषु अस्ति अथवा केषुचित् अस्ति इति सर्वेषु पर्वतेषु नाम पक्षे सर्वत्र वर्तते इत्युक्ते तत्र पक्षता अवच्छेदक अवच्छेदेन इति वदामः यत्र केवलं कुत्रचित् एव वर्तते इत्युक्ते तत्र पक्षता अवच्छेदक सामानादिकरण्येन इति सामानादिकरण्येन इति वद अस्ति चेत् तर्हि तत्र सर्वत्र नास्ति इति अवगमनं भवेत् पक्षता अवच्छेदक अवच्छेदेन अथवा पक्षता अवच्छेदक सामानादिकरण्येन इति अस्ति चेत् तर्हि सामानादिकरण्येन अस्ति चेत् तत्र तत्र न्यूनदेशं न्यूनदेशे साध्यं पक्षता अवच्छेदक अवच्छेदेन साध्यम् इत्युक्ते साध्यं पक्षे सर्वत्र वर्तते द्वितीयविधं साध्यं नाम साध्यं पक्षे कुत्रचित् वर्तते अतः एकेन एकेन पक्षता अवच्छेदक अवच्छेदेन साध्यं साध्य अनुमितिः उद्दिष्टा इत्युक्ते प्रथमं यत् वयं दृष्टवन्तः सर्वेषु पर्वतेषु वह्नी इत्युक्ते पक्षता अवच्छेदक अवच्छेदेन अवच्छेदेन साध्यं तत्र पक्षता अवच्छेदक अवच्छेद अवच्छेदेन इति अनुमितिः साध्य अनुमितिः तावदेव यत् साध्यमस्ति तादृशसाध्य अनुमितिः तावत् द्वितीयम् अस्ति पर्वतेषु वह्निः अस्ति तत्र पक्षता अवच्छेदकसमानाधिकरणेन साध्यम् इति अनुमितिः इति द्वितीयं पक्षता अवच्छेदकसमानाधिकरण्येन साध्य अनुमितिः इति उद्दिष्टा अस्ति नाम तादृशम् इष्टा अस्ति तत्र इत्युक्ते तत्र एतस्मिन् परिच्छेदे अनुमानद्वयं नामकरणं द्वयं तदनुसारेण अनन्तरम् उद्दिष्टाः उद्दिष्टा इत्युक्ते नाम नामकरणमेव नाम तत्र प्रथमविध अनुमितिः अस्ति तत्र पक्षता अवच्छेदका अवच्छेदेन साध्य अनुमितिः तद् अस्ति यत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति चिन्तनं यत्र केवलं केषुचित् अस्ति चेत् तर्हि पक्षता अवत् अवच्छेदकसामानादिकरण्येन साध्य अनुमितिः अस्ति चेत् तत्र द्वितीयविध अनुमानं सर्वत्र पक्षे सर्वत्र साध्यम् अस्ति इति उद्देशः नास्ति, केवलं पक्षस्य एकभागे तत्र साध्यम् अस्ति चेदपि समीचीनम् इति इच्छा चेत् तत्र द्वितीयविध अनुमितिज्ञानम् इति अस्ति. अस्तु, हा, अतः तत्र इदानीं तत्र एतत् सर्वं कृतं यतोहि तत्र सम्यक् ज्ञानं तत् सम्पादयामश्चेत् तत्र अग्रे अस्माकं तत्र मूल अनुमानं यदस्ति न तत्र तत् कीदृशम् इति इदानीं तत्र तस्य चिन्तनं भवेत् अस्माकं मनसि, तत् प्रथमविध अनुमानं वा अथवा द्वितीयविध अनुमानं वा इति. तर्हि द्वितीयविधं वा, अस्तु, एतदेव चिन्तनम् अग्रिमे वर्गे कुर्मः. समीचीनं भगिनि, हा, अपि अतः तत्र दोषः इति उक्तवन्तः, तत्र दोषः अस्ति न वा अथवा दोषः यावत् वयं ज्ञातवन्तः तस्य आधारेण दोषः इति चिन्तनम् आसीत्, किन्तु इतोपि परिशीलनं कृत्वा अस्तु अस्तु दोषः नास्ति सम्यक् एव अस्ति इति वा इति अग्रिमवर्गे पश्यामः तर्हि. अस्तु, धन्यवादः, नमस्कारः, समयोपि जातः, अग्रिमवर्गे मिलामः तर्हि. धन्यवादः, विलम्बेन आगतवान् आसं, क्षम्यताम्, हा, अग्रिमवर्गे समये तत्र हा तादृशदोषः न भवति. अस्तु तर्हि, धन्यवादः, नमस्कारः. अस्तु, धन्यवादः.